पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 12 वसिष्ठ उवाच प्रदक्षिणमुपावृत्तो जम्बूमार्गे समाविशेद जम्बूमार्गं समाविश्य पितृदेवर्षिपूजितम् अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति तत्रोऽस्य रजनीः पञ्च षष्टकालेष्णुवन्नरः न दुर्गतिमवाप्नोति सिद्धिं चाप्नोत्यनुत्तमां जम्बुमार्गादुपावृत्तो गच्छेत्तु दुलिकाश्रमम् न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते अगस्त्याश्रममासाद्य पितृदेवार्चने रतः त्रिरात्रोपोषितो राजन्नग्निष्ठोमफलं लभेद शाकवृत्तिफलैर्वापि कौमारं विन्ददे परम् कन्याश्रमं समासाद्य श्रीपुष्ठं लोकपूजितम् धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते अर्चयित्वा पितॄन् देवान् प्रयतो नियताशनः सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुदे प्रादक्षिण्यं तद कृत्वा ययादिपदनं व्रजेद हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वै महाकालमदो गच्छेन्नियतो नियताशनः कोटितीर्थमुपस्पृश्य हयमेध फलं लभेद ततो गच्छेदधर्मज्ञ स्थानं तीर्थमुमापदेः नाम्ना भद्रवडं नाम त्रिषु लोकेषु विश्रुतं तत्राभिगम्य चेशानं गोसहस्रफलं लभेद महादेवप्रसादाच्च गणपत्यमवाप्नुयात् समृद्धमसपत्नं तु श्रिया युक्तं नरोत्तम नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुतां तर्पयित्वा पितॄन् देवानग्निष्ठोम फलं लभेत इति श्रीपाद्मे महापुराणे स्वर्गखण्डे द्वादशोऽध्यायः ॐ